प्रतीपालङ्कारसूचकद्वादशश्लोकः कुवलयानन्दे प्रतीपमुपमानस्योपमेयत्वप्रकल्पनम् त्वल्लोचनसभं पद्मं त्वद्वक्त्रसदृशो विधुः. अत्र विधुर्नाम चन्द्रः तव वक्त्रसदृशोऽस्ति, इक्षतां तव मुखसदृशः चन्द्रः इति वदति, न तु तव मुखः तव मुखं चन्द्रसदृशः अथवा विधुवत् इति. अत्र प्रतीपत्वं लक्ष्यते. पुनश्च वल्लोचनसमं पद्मम् इत्यत्र इत्यत्रापि तथैव, तव मुखं तव लोचनं तव लोचने पद्मे इव इति न वदति, अपि तु पद्मं तव लोचने यथा तथास्ति इति वदति. पुनश्च अत्रापि उपमेयत्वप्रकल्पनं दृश्यते उपमाने.